नमस्कारः. अस्माकं पाणिनीयव्याकरणवर्गे वयं शाणच् शत्रुशाणचोः प्रक्रियाचिन्तनम् इति पाठे स्मः. अष्टमपाठः अस्ति. तत्र वयं गतसप्ताहे तस्य परिचयं शाणच् इति प्रत्ययस्य परिचयं प्राप्तवन्तः. अयं प्रत्ययः अपि शुत् अस्ति, सार्वधातुकः अस्ति. यदा अजादि अपित् तिङन्तेषु अजादि अपित् तस्य रूपं साधितवन्तः किल, अजादि अपित् सार्वधातुकः इति तादृशप्रक्रिया, तादृशी प्रक्रिया एव अत्रापि भवति. अतः समाना प्रक्रिया इति कथं वदामः इत्युक्ते, तत्रापि तिङन्तस्य यदा वयं तत्र तिङन्तपदव्युत्पत्तिसमये तदा यदा भवति तादृशमेव अत्रापि कृदन्तस्य प्रातिपदिकव्युत्पत्तिः भवति, प्रातिपदिकस्य एव. तत्र तु वयं तिङन्तरूपं साधितवन्तः प्रथमपुरुषबहुवचने. अत्र अजादि अपित् इति, अत्र तु प्रातिपदिकनिर्माणम्, उभयत्र समानम् एव भवति. तद् अद्य आरभ्य तत् कथम् इति पश्यामः. अतः मनसि भवेत् अत्र एतत् सार्वधातुकतिङन्तप्रक्रिया यदा भवति तादृशमेव अत्रापि, निमित्तं समानम्, अतः प्रक्रिया अपि समाना. अतः प्रथमगणसमूहः तस्मात् पठामः अद्य. महोदय, भवानेव पठति वा? प्रथमगणसमूहः अदन्त अङ्गस्य रूपाणि. महोदय, श्रूयते वा? श्रूयते वा? श्रूयते भगिनि. अस्तु महोदय, रघुपतिमहोदय अस्ति वा? म्यूट् मध्ये अस्ति. प्रायः तस्य किमपि क्लेशः अस्ति. अस्तु, अधुना भगिनी भवती पठति वा? प्रथमकणसमूहः कार्याणि अस्ति वा भवती? अदन्ताङ्गरूपाणि, तदेव प्रथमगणसमूहः अदन्त अङ्गस्य रूपाणि. तर्हि शाणच् प्रत्ययः इति यथा तथा तिङन्तस्य अदन्तक्षेत्रे तादृशप्रत्ययः कः? अङ्गम् अदन्तम् अस्ति चेत् आने मुक् इत्यनेन मुक् आगमो भवति. मुक् योगः आन मान, अनेन हलाद्यप्युत् प्रत्ययः भवति. तिङन्तस्य आत्मनेपदस्य अन्तक्षेत्रे के प्रत्ययः अपि तथा हलादि अपि, अतः ते प्रत्यये परे यत् कार्यं भवति तदेव कार्यं भवति मानं प्रत्यये परे. अद् वयम् अत्र दत्तं शाणच् प्रत्यय विषये. आन प्रत्यय अस्ति अनुबन्धं निष्कर्ष्य, अनन्तरं दन्ताङ्गमस्ति चेत् आने मुक् इति सूत्रेण मान मुक् आगमः भवति. मान इति प्रत्यय अवशिष्यते. अत्र मानप्रत्यय अपि अपि अस्ति, तदपि तदेव कार्यं भवति तिङ्गन्तप्रकरणम् अजाद्याङ्ग अस्ति चेत् तिङ्गन्तप्रत्यय प्रक्रिया एव अत्र इति भवति. सत्यं, समाना प्रक्रिया. ते प्रत्यये परे यत् कार्यं वयं पूर्वं कृतवन्तः तदेव कार्यं मानप्रत्यये परे अपि भवति. अग्रे भगिनि, संक्षेपे. संक्षेपे एधते इति लकाररूपं, ते स्थाने मान इति प्रयोजने स्थापितम्. एधमान सुबन्तप्रक्रियायाम् एधमानः, एधमान, एधमानम् इति रूपं केवलं वर्णमे ध्वनिः अस्ति. एधमान इति रूपम् आने मुक् अदन्त अङ्गस्य मुक् आगमो भवति आनप्रत्ययपरे आने सप्तम्यन्तं मुक् प्रथमान्तं द्विपदभेदं सूत्रम् अतो येयः इत्यस्मात् अतः इति इव विपरिणामेन षष्ट्यन्तम् अनुवर्तते अङ्गस्य इत्यस्य अधिकारः अनुवर्तिसति सूत्रम् अतः अङ्गस्य मुक् आने वयं जानीमः अदन्तमङ्गम् अस्ति चेत् मुक् आगमः आगच्छति मुक् इति सम्पूर्णसूत्र अनुवृत्तिसहितसूत्रमिति अतः अङ्गस्य मुक् आने अङ्गम् अदन्तम् अस्ति चेत् एव मुक् आगमः भवति आनपद्यतरे कित्वात् आद्यन्तौ तकितौ इत्यनेन अदन्ताङ्गस्य अन्ते विधीयते तत् प्रक्रियायाः सकर्यार्थं प्रत्ययस्य आदौ स्थापयामः वयं जानीमः मुक् इति आद्यन्तौ तकितौ अस्ति चेत् अन्ते विधीयते अदन्ताङ्गस्य वादिगणे आगमः अतः यद् यद् यद्यपि तादृशं प्रदर्शितम् अत्र तत्र अङ्गस्य आगमः मुक् इति अतः एव आन इति यद् अङ्गमस्ति क्षम्यता धातुः अस्ति किल तस्य अन्ते एव आगमः अदन्त अङ्गस्य अन्ते विधीयते यदा वयं विकरणप्रत्ययः योजयामः तत्र अङ्गम् अदन्तं भवेत् किल तस्य अन्ते मकारः मुक् इति आगमः भवादिगणे दिवादिगणे ददादिगणे चुरादिगणे च दातु आं श्रूयते भगिनि धन्यवादः भगिनि नूतनसङ्कलनम् एतत् अतः एव अहं पृच्छामि धन्यवादः श्रूयते भवादिगणे दिवादिगणे चुरादिगणे चुरादिगणे च दातु विकरणप्रत्ययोः संयोजनेन निष्पन्नम् अङ्गम् अदन्तम् अतः एषु चतुर्षु धातुगणेषु समानचिन्तनम् समानं भवति अग्रे भगिनि भुवादौ धातु अस्ति वृधु वृषत् वर्ध इति लौकिकधातु धातु अदन्त अङ्गं वर्ध योगः मान वर्धमान वर्धमानः वर्धमाना वर्धमानम् दिवादिगणे उदाहरणमस्ति जनि योगः षन् जन् योगः य न जनो यो जा इति सूत्रेण जनस्थाने ज आगच्छति ज योगः य जाय इति अदन्ताङ्गं जाययोगमान जायमान पुंलिङ्गे जायमानः जायमान जायमानं तुदादिगणे अपि ओलसजि योगः श लसज् योगः आ तोः चुनाश्चुः इति सूत्रेण लसश्च जलां झषि इति न जल लजज् इति अङ्गं लजज् लजज यगमान लज्जमान लज्जमानः लज्जमान लज्जमान चुरादिगणे चुर् धातु चुर् योगः निच् वार्ते निच् चुर् योग इ चोरि भवति वृद्धि भवति चोरि इव चोरय अङ्गम् अत्र अदन्तम् अङ्गमस्ति चोर्ययुगमान चोर्यमाण चोर्यमाणः चोर्यमाणम् सर्वत्र अदन्तम् अङ्गम् अतः अदन्त अङ्गस्य धन्यवादः भगिनि तदेव प्रथमगणसमूहः भुवादि दिवादि तुदादि चुरादि सर्वेषु गणेषु अदन्तम् अङ्गमस्ति अतः तत्र मुक् आगमः रघुपतिमहोदय इदानीं सम्यक् अस्ति वा भवतः ध्वनिः नायः अस्तु, विजया भगिनी पठति वा द्वितीयगणसमूहः? आं भगिनि, द्वितीयगणसमूहः अनदन्त अङ्गस्य रूपाणि. अत्र अङ्गम् अदन्तं नास्ति, अतः आणे मुक् न भवति. आणे मुक् अदन्त अङ्गस्य मुक् आगमः भवति आणप्रत्यये परे. तर्हि सानच् प्रत्ययस्य अनुबन्धलोपे आण इति मुख आगमः च मुक् आगमः च अत्र नास्ति, आण इत्येव तिष्ठति. सानच् अजादि अपित् सार्वधातुकः, अतः सानच् इति यथा तथा तिङ्गन्तस्य अनदन्तक्षेत्रे तादृशप्रत्ययः कः? आते लटि प्रथमपुरुषस्य द्विवचने यः प्रत्ययः. आते इति प्रत्ययः अजादि अपित् आण अपि तथा. प्रक्रिया न आते प्रत्ययस्य न वा आणप्रत्ययस्य. प्रक्रिया अचि अपित् इत्यस्य अजादि अपित् इत्यस्य. यस्मात् धातोः आते प्रत्यये परे यथा कार्यं भवति, यथा च रूपं निष्पन्नं, तदेव सानज् अन्तरूपमपि निष्पद्यते. सानज् अन्तरूपमपि निष्पद्यते. तर्हि अङ्गम् अनदन्तं कुत्र? स्वादिगणे, तनादिगणे, क्रयादिगणे, रुदादिगणे, अदादिगणे, जुहोत्यादिगणे च. अत्र पूर्वं वयं दृष्टवन्तः, तत्र आणे मुक् इति अदन्तविषये अस्ति, अदन्तविषये आसीत्. परन्तु इदानीम् अनदन्त अङ्गविषये आणे मुक् इति न भवति, सूत्रं न कार्यं करोति. किमर्थं चेत् एतत् अनदन्त अङ्गं, मुक् आगमः च अत्र नास्ति, आण इत्येव तिष्ठति. सानच् तु अजादि अपित् अस्ति, अपित् सार्वधातुकः. अत्र सानच् इति तिङ्गन्त अनदन्तक्षेत्रे तादृशप्रक्रियः किम् अस्ति चेत् तत्र सार्वधातुकम् अपित् अस्ति, अतः तत्र आते प्रत्यये परे यथा कार्यं भवति, यथा च रूपं निष्पन्नं, तदेव शानज् अन्तरूपमपि निष्पद्यते. एतत् कुत्र भवति चेत् पूर्वं वयं दृष्टवन्तः, तत्र चतुर्विधाः गणे भवन्ति इति. द्वादिगणे, द्विवादिगणे, सुदादिगणे, चुरादिगणे, नाम प्रथमगणे, द्वितीयगणे, अनन्तरं षष्ठगणे, दशमगणे इति भवति. परन्तु अत्र तु एतत् किम् अस्ति चेत् तत्र स्वादिगणे सप्तमगणे, अनन्तरं तनादिगणे अष्टमगणे, त्रयादिगणे नवमगणे, रुदादिगणे सप्तमगणे, स्वादिगणे तु पञ्चमगणे, तनादिगणे, त्रयादिगणे, रुदादिगणे, अदादिगणे, द्वितीयगणे, जुहत्यादिगणे, तृतीयगणे, एतत् सर्वम् अङ्गम् अनदन्तम् अस्ति. अतः तत्र उदाहरणरूपेण स्वादिगणे चिनु आते इति अस्ति चेत् तत्र अधः एतत् सूत्रमस्ति, इष्णुवो उष्णुवो सार्वधातुके इति सूत्रेण हूस्थाने च अनेकात् इष्णुप्रत्ययान्तम् अङ्गं च तयोः असंयोगपूर्वस्य अङ्ग अन्तस्य उकारस्य स्थाने यन् आदेशः भवति अजादि सार्वधातुकप्रत्ययपरे. अनुवृत्तिसहितसूत्रम् अनेकाचः स्नो असंयोगपूर्वस्य ओः अङ्गस्य यन् अचि सार्वधातुके. अत्र चिनु योगः आते इति अस्ति. अत्र स्नु सार्वधातुके इति सूत्रेण स्नु प्रत्ययान्तम् अङ्गम् अस्ति, अतः स्थाने अत्र असंयोगपूर्वः अस्ति, संयोगपूर्वः नास्ति, असंयोगपूर्वः. अत्र अङ्गस्य यन् आदेशः भवति सार्वधातुकम् अस्ति अत्र. अतः तत्र चिनु योगः आते इत्युक्ते तत्र उष्णो सार्वधातुके इति सूत्रेण यन् आदेशः भवति अतः चिन्वाते इति भवति. तादृशमेव तत्र चिनु योगः आण आण तत्रैव तिष्ठति इति वयं दृष्टवन्तः. अतः तत्र तत्र चिनु योगः आण इत्युक्ते चिन्वाण चिन्वाणः चिन्वाणा चिन्वाणम् इति विशेषणपदरूपेण तत्र पुल्लिङ्गपदं स्त्रीलिङ्गपदं नपुंसकलिङ्गपदं तत्र दत्तम्. स्वादि स्वादिगणे विकरणप्रत्ययः कः भगिनि? स्नु भगिनि. स्नु उष्णुवोः सार्वधातुके स्नुवोः इति अस्ति किल तत्र, अतः तत्र कुतः तत्र यण्सन्धिः न भवति. उकारः अकारः अस्ति परन्तु तत् बाधित्वा तत्र अनेकात् स्नु प्रत्ययान्तमङ्गमस्ति अतः तत्र यण् आदेशः अचिपरे अनेन सूत्रेण भवति. उष्णुवोः सार्वधातुके इति सूत्रेण यण् आदेशः भवति. तत्र यदा वयं शाणच् यत्र आनेमुक् इत्यनेन अनदन्तमङ्गं स्वीकुर्मः तत्र कथम् इत्युक्ते तत्र लटि प्रथमपुरुष द्विवचनप्रत्ययः आते इति यद् अस्ति चिनुते चिन्वाते इति द्विवचनं किल, तत्र द्विवचनप्रत्ययस्य कार्यं यथा भवति तादृशमेव अत्रापि भवति, समानरीत्या भवति. वयं यदा पूर्वं दृष्टवन्तः शत्रुप्रत्ययस्य तत्र वयं बहुवचनरूपं स्वीकृत्य कृतवन्तः, अत्र द्विवचनप्रत्ययस्य कार्यं यदा भवति तादृशमेव अत्र भवति. अग्रे भगिनि स्वादिः अनन्तरम्. आं भगिनि, अत्र सनादौ अस्ति सनु योगः आते सन्वाते इति रूपं यथा पूर्वं वयं दृष्टवन्तः चिन्वाते इति तादृशमेव अत्रापि तन्वाते इति अस्ति. एतत्तु तनादिगणे अस्ति. तनु योगः आण तन्वाण अत्रापि पुल्लिङ्ग स्त्रीलिङ्ग नपुंसकलिङ्गपदं तन्वाणः तन्वाण तन्वाणम् इति दत्तम्. इगो एनचि इति सूत्रेण इगः स्थाने यन् आदेशः स्यात् अचिपरे संहितायां विषये इगः यन् स्यात् असवर्णे अचिपरे इति परे सूत्रस्य फलितः अर्थः इति ज्ञेयम्. सवर्णे अचिपरे अकः सवर्णदीर्घः इत्यनेन यन् वादितम्. इकः षष्ट्यन्तं यन् प्रथमान्तम् अचि सप्तम्यन्तं त्रिपदमिदं सूत्रं संहितायाम् इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रम् इकः यन् अचि संहितायां. तत्र इकः स्थाने इको यनचि इति सूत्रं संहितायां विषये अत्र इकः स्थाने यन् आदेशः भवति. एतत् सर्वं ज्ञातवन्तः एव. इकः यन् स्यात् असवर्णे अचिपरे इति सूत्रस्य फलितः अर्थः इति ज्ञेयम्. किमर्थं किं चेत् अत्र सवर्णे अचिपरे अकः सवर्णदीर्घः इति एव आगच्छति परन्तु तत्र इत्यनेन तत्र यन् बाधितमस्ति अतः अनुवृत्तिसहितसूत्रम् अत्र किम् अस्ति चेत् इकः यन् अचिसंहितायाम् इति तत्र सूत्रं दत्तम्. इदानीं क्रयादिगणे क्रीणायोगः आते इति अस्ति. तत्र अपि वर्णमेलनेन क्रीणाते इति अस्ति. अनन्तरं क्रीणायोगः आण इत्युक्ते क्रीणाण तत्रापि लिङ्गं त्रयमस्ति. अत्र क्रीणाणः क्रीणाणा क्रीणाणम् इति पुल्लिङ्गे स्त्रीलिङ्गे नपुंसकलिङ्गे तत्र दत्तम्. अत्र किं सूत्रं भगिनि? स्नाप्यस्तयोरातः पठति वा? स्नाभ्यस्तयोरातः एतत् सूत्रं स्नाप्रत्ययस्य अभ्यस्तसंज्ञकधातोः च आकारस्य लोपः भवति किति निति सार्वधातुकप्रत्यये परे अस्ति चेत्. स्नाश्च अभ्यस्तश्च तयोरितरेतरद्वन्द्वः स्नाभ्यस्तौ तयोः स्नाभ्यस्तयोः इति. स्नाभ्यस्तयोः षष्ट्यन्तम् आतः षष्ट्यन्तं द्विपदमिदं सूत्रम्. स्नसोरोल् स्नसोरल्लोपः इत्यस्मात् लोपः इत्यस्य अनुवृत्तिः. गमघनजनखणगसां लोपः नित्यनङ्गी इत्यस्मात् स्निति इत्यस्य अनुवृत्तिः. अतः उत् सार्वधातुके इत्यस्मात् सार्वधातुके इत्यस्य अनुवृत्तिः. अङ्गस्य इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रम् अङ्गस्य स्नाभ्यस्ययोरातः लोपः स्निति सार्वधातुके इति अनुवृत्तिसहितसूत्रमस्ति. अत्र स्नाभ्यस्ययोरातः इति सूत्रं किं वदति चेत् अत्र अभ्यस्तसंज्ञकः दातः अस्ति चेत् स्नाप्रत्ययस्य परे तत्र आकारस्य लोपः भवति. यदा भवति कदा भवति चेत् स्थिति निति प्रत्यये सार्वधातुकप्रत्यये परे अस्ति चेदेव. अनन्तरं स्नसोरल्लोपः इत्यस्मात् लोपः भवति. अनन्तरम् अत्र इत्यस्य लोपः इत्यस्य अनुवृत्तिः. गमघनजनखणदशां लोपः चित्यनङ्गी इत्यस्मात् निति इत्यस्य अनुवृत्तिः. अतः उत् सार्वधातुके इत्यस्मात् सार्वधातुके इत्यस्य अनुवृत्तिः. अङ्गस्य इत्यस्य अधिकारः तत्र अनुवृत्तिसहितसूत्रं किम् अस्ति चेत् अङ्गस्य स्नाभ्यस्तरयोरातः लोपः स्मिति सार्वधातुके इति अस्ति. अत्र उदाहरणं पठामि वा भगिनि? तत्र वदतु भगिनि, क्रयादौ विकरणप्रत्ययः कः? विकरणक्रयादौ नवमगण अत्र क्रीणाति नास्ति खलु भगिनि? अतः एव श्ना प्रत्ययस्य अभ्यस्तसंज्ञकधातोः च इति अस्ति किल. श्नाभ्यस्तयोरातः श्ना प्रत्ययस्य यद् आकारः अस्ति तस्य लोपः भवति. क्रीणायोगः आते श्ना प्रत्ययस्य यद् आकारः अस्ति तस्य लोपः भवति. क्रीण् योगः आते क्रीणाते. आं भगिनि, तदेव पुनः क्रीणायोगः आन समाना प्रक्रिया इति उक्तवन्तः किल. श्नाभ्यस्तयोरातः इत्यनेन आकारलोपः क्रीण् योगः आन क्रीणान. एतावत् यद् वयं दृष्टवन्तः सर्वे अनदन्तम् अङ्गं प्रथमं चिनु स्वादिभ्यः श्नु. तत्र किं भवति हूष्णुवोः सार्वधातुके इत्यनेन तत्र यण् आदेशः भवति. अजादि सार्वधातुकप्रत्यये परे यण् आदेशः भवति. अतः चिन्वानः चिन्वाते तादृशमेव चिन्वानः. तनादिगणे किं भवति? तत्र सामान्यकार्यं सामान्यसन्धिकार्यं यण् सन्धिः इको यणचि इत्यनेन यण् आदेशः तन्वाते. तत्र हूष्णुवोः सार्वधातुके इत्यस्य प्रसक्तिः एव नास्ति. तत्र हूधातुः अपि नास्ति. अनेकाश्नु प्रत्यान्तं मङ्गं किमपि नास्ति. अतः सामान्यकार्यं विकोयणचि. क्रयादौ किं भवति? श्नाभ्यस्तयो रातः श्नाप्रत्यान्तम् अङ्गमस्ति. अतः आकारस्य लोपः भवति किस्मित् सार्वधातुकप्रत्यये परे. किस्मित् एव अस्ति, सार्वधातुकप्रत्ययः परः एव अस्ति. अतः तत्र कार्यं तादृशमेव भवति. धन्यवादः भगिनी. महोदय, इदानीं सम्यक् अस्ति वा भवतः कनेक्षन्? आगतवन्तः एव. उदादौ भगिनि, एकः प्रश्नः अस्ति भगिनि. कार्यं करोति भगिनि अचिष्णु धातु ब्रुवां युवर् यङ्ग् वम्बौ. तत्र अचि प्रत्यये परे अजादि प्रत्यये परे तत्र ब्रू धातुः. अनन्तरम् अस्माकं डाप् किम् अस्ति, डाप् डीप् नीप् इति किमपि धातुः. क्षम्यताम्, अस्माकं स्त्रीप्रत्ययाः सन्ति किल तत्र अचिपरे. अपि च धातुरूपि अङ्गमस्ति चेत् इकारान्त उकारान्त अस्ति चेत् अपि ब्रू इति प्रातिपदिकस्य खलु तेषां अचिष्णु धातु ब्रुवाङ्ग् इयङ् इयङ् उवङ्ग् इकारान्तः. किं भगिनि? धातु एव धातुः केवलम् इति न, भ्रू इति प्रातिपदिकस्यापि भवति, नू इति इत्यस्य प्रातिपदिक प्रत्यय अङ्गस्य, अपि च अन्यत् अन्येषां केवलं धातुरूपी अङ्गं भवेत्, अतः कुत्रचित् तत्र लुक् भवति चेत् तत्र भवति खलु, तत्र विकरणपद्य लुक् भवति चेत् इकारान्त उकारान्त तत्र तत्र प्रातिपदिकस्यापि भवति सत्यं। तत्र यदा त्रिविध कार्यं भवति, एतयोः अन्ते ङकारः इत्संज्ञकः अस्ति, नकारात् पूर्वम् अकारः उच्चारणतः क्षम्यतां रु इति प्रातिपदिकस्यापि भवति, श्नु इति स्वादिगणस्य विकरणप्रत्ययस्य अजादिप्रत्यये परे उवङ्गादेशः भवति, धातोः ईवर्णान्तस्य ऊवर्णान्तस्य अजादिप्रत्यये परे उवङ्गादेशः भवति। धातुरूपी अङ्गं यद्यत्र अस्ति तत्रापि भवति। अतः अस्य कार्यमपि अत्र नास्ति। आं महोदय, रुदादौ पुनः समस्या अस्ति वा महोदय, भवतः रघुपतिमहोदय क्षम्यतां भगिनि, श्रूयते खलु? रुन्दयोग आते इति अस्ति अत्र, रुन्धाते रुन्धाते इति इदानीं तत्र रुन्द् तर्हि तत्र रुन्दयोग आन इति अस्ति, इदानीं तत्र रुन् तत्र केवलं वर्णमेव रुन्धान एव, तत्र किमपि नास्ति, रुन्धान एव किमपि नास्ति, रुन्धान रुन्धानः रुन्धान रुन्धानम् अस्तु, रुन्धानः अस्तु, रुन्धानः इति रुन्धाना इति कस्य अस्ति, रुन्धाना अस्तु, आं नपुस्तकलिङ्गे स्त्रीलिङ्गे पुल्लिङ्गे सत्यम्, अदादौ शी स्वप्ने इति धातुः अस्ति, शी योग आते अत्र शे इति भवति, यद्यपि तत्र अपित् अस्ति परन्तु शीङ्ग सार्वत्रिके गुणः इति सूत्रेण तत्र गुणः भवति इति वयं पूर्वं दृष्टवन्तः, अतः शे इति भवति, शेयोग आते इदानीं यचोयवयावः शयाते इति रूपं भवति, तर्हि तथैव तत्र शीयोग आन आन इति अस्ति, इदानीं तत्र सार्वत्रिकप्रत्ययः अस्ति अशानचित् इति कृत्वा तत्र शीङ्गः सार्वत्रिके गुणः इत्यस्य प्रसक्तिः, शेयोग आन यचोयवयावः शयान अतः शयानः शयाना शयानम् इति रूपं, शीङ्गः सार्वत्रिके गुणः इति शीङ्गः धातोः गुणः भवति सार्वत्रिके प्रत्यये परे, अनेन सूत्रेण शीङ् धातोः गुणः भवति न केवलं पिस्सु अपि तु अपिस्सु अपि, अनुवर्तिसेतु सूत्रमस्ति शीङ्गः अङ्गस्य गुणः सार्वधातुके इति, अतः सूत्रं बाधित्वा एव भवति किल, आते इति अजादि अपि अस्ति, तत्र किमपि तत्र इको इकः स्थाने किं महोदय, न न अहं इक्कोगणवति इति पठनस् किमपि अन्य अस्ति वा इति नास्ति तत्र, तद् अनेन गुणसंज्ञकः इत्युक्ते किम् इकारः स्थानि यत्र स्थानि न उक्तं, तत्र शीङ् शीङ्गः अङ्गस्य गुणः सार्वधातुके इत्येव उक्तम्, अत्र स्थानी किम् इति पूर्णतया न उक्तम्, अतः इको गुणवृद्धिः इत्यनेन इकः स्थानी भवतु इति स्वीकृतवन्तः, यत्र स्थानी न उक्तम्, पूर्णतया भवति वा इति प्रश्नः आगच्छति किल, आमां गुणः कुत्र अत्र तदेव अस्माकं शीङ् अदादिगणे ज्योत्यादिगणे पठतु महोदय किं भवति ज्योत्यादिगणे दा योग आते अत्रापि इदानीं दा इति अस्ति ददा इति भवति अङ्गं द्युत्तं कृत्वा श्लु इत्यनेन द्युत्तं भवति रस्व ददा इति ददा योग आते अत्र अष्टाभ्यस्तवरातः इत्यनेन तत्र आकारस्य लोपः अष्टाभ्यस्ताङ्गस्य आकारस्य लोपः दद् इदानीं दद् योग आते ददाते तथैव तत्र दा योग आन तत्रापि तत्रापि द्युत्तं भवति ददा इति भवति ददा योग आन तत्रापि अष्टाभ्यस्तवरातः इति सूत्रेण इति नीति सार्वत्रिके प्रत्यये परे आकारस्य लोपः दधियोग आनः आन ददान इति प्रातिपदिकं ददानः ददान ददानम् इति रूपाणि स्नाभ्यस्तवरातः इति वयं दृष्टवन्तः अङ्गस्य स्नाभ्यस्तयोः आतः लोपः नीति सार्वत्रिके इति अग्रे अतः अत्र अभ्यस्तसंज्ञकधातोः विषये पूर्वं स्नाप्रत्ययस्य विषये दृष्टवन्तः इदानीम् अभ्यस्त अग्रे अतः यया प्रक्रियया आते विधीयते तया एव प्रक्रियया आन अपि विधीयते सर्वत्र कार्यं समानमेव किमर्थं तथा यतोहि प्रक्रिया न आते पश्यति न वा आनः प्रक्रिया अजादि अपि सार्वत्रिकप्रत्ययम् एव पश्यति प्रक्रियायाः निमित्तं तदेव अस्ति अजादि अपि सार्वधातुकः इति अतः किमर्थं वयं तत्र अजादि प्रत्ययं पश्यामः तत्र आते इति आन इति आते किमर्थं तत्र प्रक्रिया भिन्ना नास्ति इति इत्युक्ते तत्र तत् न पश्यति यत् आते वा आनः वा इति एतत् अत्र अजादि अपित् इति एव पश्यति अतः अजादि अपित् अपित्सु यानि कार्याणि सन्ति तानि कार्याणि भवन्ति अतः अतः आन इति अजादि अपित् अस्ति इति कृत्वा या आते इति इत्यस्मिन् या यानि कार्याणि सन्ति अत्रापि भवन्ति सार्वधातुक अपि अस्ति प्रथमपुरुष द्विवचनं तद् स्मर्तव्यम् आते इति प्रथमपुरुष द्विवचनरूपं द्विवचनं द्विवचनरूपं किमर्थम् इत्युक्ते सर्वदा वयं बहुवचनमेव स्वीकुर्मः किल शत्रु इत्यस्य विषये अतः भ्रमः भवति प्रथमपुरुष द्विवचनरूपं यत्र यत्र आते इति अस्ति अनदन्तम् अङ्गम् अस्ति सर्वत्र आने मुख् इत्यनेन मुखागमः न भवति सामान्यमस्ति आम् तत्र यदा आनेमुक् इत्यत्र प्रथमपुरुषद्विवचने एते इति रूपं भवति भुवादौ दिवादौ चुरादौ पुरादौ तत्र एते इति रूपं भवति अतः अतः अस्तु केवलम् एकं विशिष्टं सूत्रं भवति ईदासः इति सप्तमाध्यायस्य द्वितीयपादस्य सारी अष्ट सप्तमाध्याय द्वितीयपादस्य अष्टाशीतिः अष्टाशीतितमं सूत्रं यस्य कार्यं केवलं शानप्रत्यये परे एव भवति अस् आस् धातोः यदा शानजन्तरूपं निष्पद्यते तदा आन इत्यस्य स्थाने ईन इति भवति आस् योग आन अत्र आस् योग ईन आसीन लटी आस्ते आसाते आस्ते आसाते आसते वा तत्र आसे आस्ते किन्तु शानप्रत्यये आसीनः एकमात्र अपवादः इति अस्ति अत्र ईदासः इति सूत्रेण अस्य आसः अङ्गात् ईत् भवति इति अस्ति ईत् ईत् भवति ईत् आसः अस्तु ईदासः इति ईत् आसः ईदासः तत्र अङ्गकार्यमस्ति द्वितीयपादस्य त्र्यशीतिः आस उत्तरस्य आनशब्दस्य ईकारादेशः भवति आदेः परस्य इति परिभाषासूत्रेण परस्य कार्यम् आदेः अधः इति कृत्वा ईकारादेशः सम्पूर्णम् आन प्रत्ययस्य स्थाने न अपि तु आदिमवर्णस्य आकारस्य स्थाने अस्तु ईति प्रथमान्तम् आस पञ्चम्यन्तं द्विपदसूत्रम् आनेमुक् इत्यस्मात् आने इत्यस्य अनुवृत्तिः विभक्तिविपरिणामेन षष्ट्यन्तम् आनस्य अङ्गस्य इत्यधिकारः अनुवृत्तिसहितसूत्रमस्ति आसः अङ्गात् आनस्य ईत् इति अस्ति तत्र इदानीं तत्र ईदासः इति सूत्रं वदति ईत् भवति आसः अङ्गस्य तत्र आसः अङ्गस्य आनस्य ईत् भवति इति अस्ति आनस्य ईत् कुत्र भवति ईत् इति इत्युक्ते ईकारः आदेः परस्य इति सूत्रेण परस्य कार्यम् आदेः अलः इति कृत्वा ईकारदेशः सम्पूर्ण आनेपत्यस्य स्थानेन अपि तु आदिमवर्णस्य आकारस्य स्थाने एव भवति तर्हि तत्र तस्य इदानीं तत्र आन् इत्यस्य ईत् ईत् भवति इति तत्र आदेः परस्य इत्यनेन तत् आदौ भवति अतः आकारस्य स्थाने एव भवति न तु अन्त्यस्य स्थाने ईन इति भवति अनेन सर्वा आदेः परस्य इति दत्तमस्ति वर्तते तद् तु अस्माकम् अलोन्त्यस्य इत्यस्य अपवादः किल आदेः परस्य हा आमां परस्य किं चेत् आदे आदौ भवति इति वा तत्र कित् अथवा क्षम्यतां टित् अथवा कित् वा अस्ति चेत् मित् अस्ति चेत् तत् न आदे परिस्थितिः न कार्यं करोति वा न भवति खलु इक् इति ईक् ईक् इति वदामि चेत् वदामश्चेत् किं भवति इक् इति वदामः चेत् कित् भवति तत्र आद्यन्तौ टकितौ आगच्छति किल आगच्छति खलु हा हा हा अतः तथा इति किमपि नास्ति तत्र तत्र नास्ति तत् एतत्तु आदेशः किल महोदय तत्तु आगमः किल आदेशस्य स्थाने एव अलोन्त्यस्य अनेकाश्चित् सर्वस्य ङिच्च आदेः परस्य चतुष्टयम् आगमस्य आद्यन्तौ टकितौ विदच्छोन्त्यात् परः क्षम्यताम् अलोन्त्यस्य इति आदेशः अन्त्यस्य स्थाने आदेः अलः स्थाने ईकारादेशः इति भवति सम्पूर्ण आनस्थाने न अन्ये अपि अवगतवन्तः वा आदेः परस्य वयं पूर्वं प्रायः न दृष्टवन्तः इति चिन्तयामि अन्य आदेः परस्य दृष्टवन्तः वा एकवारं कुत्रापि न किल इदानीं पर्यन्तं प्रायः न सूत्रं पठितवन्तः परन्तु प्रयोगः न दृष्टवन्तः आदेः इत्युक्ते आदिमवर्णस्य स्थाने आदेः अलः स्थाने ईकारादेशः भवति न सम्पूर्ण आन इति प्रत्ययस्य स्थाने इत्येव वदति अतः आन इति स्वीकुर्मः चेत् आदिमवर्णः अकारः ईन इति भवति अतः एव तत्र आसीन इति रूपम् एतत्तु आस् इति धातुः उक्तं किल तत्र प्रतिपदोक्तम् इति वदामः किल अतः तस्य विषये एव आं महोदय समापयतु महोदय तत्र अनेन सर्वाणि शारजन्तरूपाणि निष्पन्नानि ध्येयं यत् तदानीं सार्वत्रिकप्रत्ययः प्रवर्तनीयः भवति यदा कर्तृक सार्वत्रिकप्रत्ययः परः भवति तत्र च सार्वत्रिकप्रत्ययायाः लक्षणम् इदं यत् धातुभ्यः कर्तृकसार्वत्रिकप्रत्यये परे कर्तरि शप् इत्यनेन शप् विधीयते तद्धातुगुणम् अनुसृत्य च शपं प्रबाद्य विकरणप्रत्ययः विधीयते वयं जानीमः तत्र कर्तरि शप् इति आगच्छति अनन्तरं तत्र कर्तरि कर्तस्थकसंस्कृतते परे एव कर्तरिषप् इत्यस्य तादृशप्रक्रिया अस्ति. कदा भवति कर्तरिषप् आगच्छति, कर्तस्थकसंस्कृतते परे कर्तरिषप्, अनन्तरं शप् प्रबाद्य कोऽपि अन्य अस्ति चेत् विकल्पते आगच्छति. अनन्तरं तत्र शानच् प्रत्यय वा तत्र. अधुना शानच् प्रत्ययः न केवलं कर्तृत्वे भवति, अपि तु विवक्षानुगुणेन विवक्ष अनुगुणेन कर्मण्यर्थे अपि भवति. आम्, कर्मण्यर्थे सति कर्तरि शप् इत्यनेन शप् न भवति. तदर्थं च धातुगुण धातुगण धातु धातुगणानुगुण्येन अन्ये निकरणप्रत्ययापि न विधीयते, अपि तु सार्वधातुके यक् इत्यनेन यक् एव भवति. सर्वेषां धातूनां यक् एव भवति. भादौ पा धातोः कर्तृत्वे पिबति, किन्तु कर्मणि शानचि पीयमानः. तथैव जुहोत्यादिगणे दा धातुः ददाति, किन्तु दीयमानः. क्रियादौ च क्रीणाति इति क्रियमाणः. अनेन विस्पष्टं भवति यत् कर्तृत्वे साधकप्रत्ययवशात् धातुगणम् अनुसृत्य रूपभेदः भवति. पिबति, ददाति, क्रीणाति, किन्तु कर्मणि शानचि आर्धातुकप्रत्ययवशात् धातुगणम् अनुसृत्य रूपभेदः नास्ति. आर्धातुकप्रत्ययवशात् धातुगणम् अनुसृत्य रूपभेदः नास्ति. यथा पीयमानः, दीयमानः, क्रियमाणः इति सर्वेभ्यः धातुभ्यः यक् भवति. यदा यक् भवति यदा तदा प्रत्यय कर्मण्यर्थे अस्ति, तदर्थञ्च कर्तरि शप् न भवति, साधकप्रक्रिया च न भवति इति अस्ति. अस्तु, शानच् प्रत्यय केवलं कर्तृत्वे भवति इति न, कर्मण्यर्थे अपि भवितुमर्हति. कर्मण्यर्थे कर्तरि शप् इत्यस्य प्रसक्तिः न भवति, कर्तृत्वे एव कर्तरि शप् इत्यस्य भवति. यदा कर्मणि अर्थे भवति यत् यक् इति प्रत्ययः भवति, अनन्तरं तत्र यक् इत्यनेन तत्र किं भवति, तत्र ईकारः केन सूत्रेण इदानीं यकारः भवति किल. हा, यकारः अत्र ईकारः दीयते इति भवति खलु, दीयते यकारः आकारस्य तत्र तद् अस्माकं किं महोदय हलि इति एकं सूत्रमासीत् किल, किं तदा तद् बुक् आगमः किमपि आगच्छति किल, तत् सूत्रं वदतु महोदय, किमपि तत्र दृश्यति सदसतां तत् नास्ति खलु, तद् नास्ति खलु, तत् पाग्रा नास्ति, तत् पिबा आदेशः भवति खलु. न न न, तद् न, तद् न, ग्राद् मात् हलि इति आगच्छति, तद् अस्माकं. हा, इदानीं मनसि जानामि, परन्तु इदानीं मनसि नास्ति. पूर्वम् एकवारं वयं पठितवन्तः यत्र कुत्रापि. आम्, तत्र अनेन ईकारात् ईकारः वा कुत्र दृष्टवन्तः एकवारं पश्यामि. पाग्रा नास्ति, पाग्रा नास्ति, तत्र ग्राद्मा इति भवति वा ध्माघ्रा इति भवति, हलि इत्येव अन्ते अस्ति. किं भगिनि? धन्यवादः भगिनि, मम तु क्रमः जायते, हलि हलि इत्येव भवति. आं, भूमास्था कापा जाहाति जाहाति सा हलि. धन्यवादः भगिनि. भूसंज्ञकानाम् अङ्गानां मास्ता कापा जहाति सा इत्येषां हलादौ किति इति प्रत्यये परतः ईकारादेशः भवति. दीयते, दीयते इति भवति. धन्यवादः. पूर्वमेकवारं वयं दृष्टवन्तः, कुत्र न स्मरामि, परन्तु गूमास्ता वयं दृष्टवन्तः. अनेन एव भवति महोदय, यक् विधीयते अनन्तरं गूमास्ता इत्यनेन ईकारः विधीयते. ईकारः भवति तत्र दीयमानः क्रियते. अत्र किन्तु कर्मणि शानचि आर्धधातुकप्रक्रियावशात् धातुकरणमनुसृत्य रूपभेदः नास्ति. अस्तु, कर्मणि शानच् कर्मणि शानच् कर्मणि शानचि तु विभक्ति, क्षम्यतां, विकर्णप्रत्ययः भेदः नास्ति किल? आमाम्. इदानीम् आर्धातुकप्रक्रिया भवति वा इदानीं तत्र? आं, तत्र तादृशमेव भवति. अतः एव पीयते, दीयते, क्रियते इति तत्र यक्केव विधीयते, अनन्तरं यत्र विशेषदा सूत्राणि सन्ति तस्य कार्यं भवति. कर्त्रार्थे सार्वधातुकप्रत्यये परे कर्तरि शक् यत्र कर्मणि विवक्षा अस्ति यक् सार्वधातुके यक्. यद्यपि यत्र शानक् इति सार्वधातुकप्रत्ययः अस्ति, परन्तु प्रक्रिया अत्र आर्धातुकप्रक्रिया भवति. यथा कुत्रचित् तिङ् अपि, यद्यपि तिङ् सार्वधातुकप्रत्ययः अस्ति, आर्धातुकप्रक्रिया भवति खलु अन्येषु लकारेषु, तदेव अत्रापि वा? अग्रे अग्रिम प्रायः पाठद्वयं वा त्रयं वा अनन्तरं कर्मणि आगच्छति. तत्र बहूनि नूतनसूत्राणि सन्ति, तत् पठामः, तत्र स्पष्टं भवति. सार्वधातुक यक् पूर्णतया अस्ति तस्मिन् पाठे. तावदेव शाणचिति चिन्तनं, शाणचिन्तनम् अदन्तमङ्गं वा अनदन्तमङ्गं वा इति द्रष्टव्यम्. अदन्तमङ्गम् अस्ति चेत् आने मुक् आगमः, अनदन्तम् अङ्गम् अस्ति चेत् तत्र आन इत्येव तिष्ठति. आने मुक् इत्यस्य सूत्रस्य प्रसक्तिः नास्ति. यदा प्रथमपुरुषद्विवचने कार्यं भवति समानकार्यम्, अजादि अपित् कार्याणि एव भवति, एकमेव विशिष्टसूत्रम् ईदासः इति, आसीन आस् धातोः विषये एव तत्र ई इति भवति, आसीनः इति रूपम्, अन्यत् सर्वं समानं. यदा कर्मण्य अर्थे भवति तत्र तु विकर्णप्रत्ययेन भेदः किमपि नास्ति, अदन्तम् अङ्गम् अनदन्तम् अङ्गम् तादृशचिन्तनं किमपि नास्ति. सार्वधातुके यक् इत्यनेन याक् विधीयते, अनन्तरम् अस्माकं गूमास्ता इति सूत्रेण ईकारादेशः, हलिपरे ईकारादेशः, अतः एव पीयते, दीयते, क्रियते इति कार्यं. तावदेव अवगतं किल? यदा अस्माकं तत्र एदमानः रामशब्दवत्, एदमाना रमाशब्दवत्, एदमानं फलशब्दवत् एव रूपाणि. स्पष्टमस्ति वा? अग्रे सरामः वा? अग्रे शत्र पुनः यद् वयं पूर्वस्मिन् पाठे पठितवन्तः तदेव पुनः आगच्छति. इदानीं पूर्णप्रक्रिया कथं भवति? धन्यवादः महोदय. अरुणा भगिनी पठति वा शत्र इति? श्रूयते वा भगिनि? ओके. शत्रु, शत्रुप्रत्ययः कर्तर्थकः, शिष्टत्वा सार्वधातुकः च. एतस्मात् सार्वधातुकप्रत्ययः अत्र भवति. अयं शत्रुप्रत्ययः अनुबन्धलोपे अत् अदादि अपि तिङन्तक्षेत्रे कर्तर्थकसार्वधातुकप्रत्ययं निमित्तीकृत्य यत् कार्यं भवति तदेव कार्यम् अत्रापि भवति, नाम शत् विधानम्. वयं जानीमः शप् प्रत्ययः कर्तर्थक अस्ति, शप् अस्ति, चित्वम् अस्ति चेत् सार्वधातुकः. सार्वधातुकप्रक्रिया शत्रु अनन्त अनुबन्धलोकानन्तरम् अत्र एव अवशिष्यति. अजादि अपि अस्ति, ततः तिङन्तक्षेत्रे कर्तर्थक सार्वधातुकप्रत्यय विषये एव अत्रापि भवति. उदाहरणं वद् व्यवहार कर्तरिष, वद् व्यवहार वद् वद वद अत्र अतो गुणे इत्युक्तेन वद अत्र पूर्वपत्रं भवति. धनम् अनुसृत्य शप् प्रपाद्य विभिन्नविकर्णप्रत्ययः विधीयन्ते. ततः अग्रे शत्रुप्रत्ययः अजादि अपि इति कारणेन अङ्ग अजादि अपि प्रत्ययोः संयोजनं यथा भवति तिङन्त चेत् तदेव अत्रापि कार्यं समानं शत्रु अजादि अपि परस्मैपद तिङन्त चेत्ते तादृशसदृशकः तट्लकारस्य अन्ति इति प्रत्ययस्य समानः अजाद्य अपि अजाद्यपि अतः अन्तिप्रत्ययपरे यत् कार्यं भवति तदेव कार्यम् अत् प्रत्ययपरे भवति शत्प्रत्ययः सत्प्रत्ययः छी स्थाने अन्ति अतिप्रत्ययः प्रत्ययौ तिङ्गौ अयं भेदः कृत्तिङ् इत्यनयोः अस्यां प्रक्रियां नास्ति अत् अति अन्ति इमे प्रत्ययाः प्रक्रियादृष्ट्या सर्वे समानः येन विधिना अति अन्ति च संयुज्यते तेन एव विधिना अत् अपि अत् अपि मुख्यमस्ति अजादि अपि किं कार्यम् इति वयम् अत्र दत्तं चतुर्प्रक्रियाणां तिङन्तप्रत्यये प्रथमाविभक्ति बहुवचन अजादि अपि प्रत्यय के के सूत्राणि कार्यं खलु तदेव शत्रुप्रत्ययः अस्ति चेदपि अदन्ताङ्गमस्ति चेत् एव कार्यं भवति तदनं प्रथमाविभक्ति प्रत्ययमूलप्रत्ययः जि प्रत्ययः परन्तु जो अन्तः सूत्रेण जि स्थाने अन्ति अन्ति इति प्रत्ययः अस्ति तदेव कार्यं वयं जानीमः वदति अत्र वदा प्लस् अत् अस्ति चेत् अधोगुणे सूत्रेण दीर्घं भवति केवलं भवति वदति एव निष्पन्नं भवति अति वा अन्ति वा यत्किमपि भवतु तत्र तु भेदः अस्ति यदा तिङन्तप्रक्रिया दृष्टवन्तः अति अन्ति तयोः भेदः आसीत् इदानीं यत् अत् अस्ति तत्र भेदः किमपि नास्ति तावदेव ते वदन्ति उदाहरणं यदा भवादिगणे नी धातोः अङ्गं नया नया युवहन्ति अतो गुणे इत्यनेन पररूपादेशः नयन्ति एवमेव नया युवहत् अतो गुणे इति सूत्रेण नयत् इति प्रातिपदिकम् अतो गुणे सूत्रम् अपदान्तात् अतः गुणे परे पूर्वपरयोः स्थाने एकः पररूपम् एकादेशः स्यात् गुणः इत्युक्तौ आ एको इदं सूत्रम् उद्रेचि अकहस्य सवर्णे दीर्घः इत्यनयोः अपवादसूत्रम् अनुवृत्तिसहितसूत्रम् अपदन्तात् अतः गुणो पूर्वपर गुणे पूर्वपरयोः एकः पररूपं संहिताय वयं पठितवन्तः पररूपम् एकादेशः भवति समीचीनं तदेव भुवादिगणे यदा वयम् अन्ति इति स्वीकुर्मः प्रथमपुरुष बहुवचनरूपम् अथवा अस्माकं शत्रुप्रत्ययः अत् इति स्वीकुर्मः समानकार्यम् अग्रे भगिनी प्रथमगण इदानीम् अदन्तमङ्गम् अनदन्तमङ्गं तत्र भेदः अस्ति वा इति द्रष्टव्यम् प्रथमगणसमूहः अत्यन्त अङ्गस्य रूपाणि प्रथमगणसमूहे चत्वारः धातुगणाः सन्ति तेषां च प्रातिपदिकं यथा लट्लकारस्य प्रथमपुरुषबहुवचनान्तरूपं निष्पद्यते तद्वत् अत्रापि कार्यं समानम् अङ्गम् अदन्तमस्ति चेत् भुवादिगणे दिवादिगणे तुदादिगणे चुरादिगणे अदन्त अङ्गम् अस्ति तत्रतः प्रथमपुरुष बहुवचन तिङन्तरूपं प्रक्रिया भवति तथा भवति यदा भवति तदा एव अत्रापि शत्रुप्रदेशे समानकार्यं भवादिगानौ भूयोगः अत् भूयोगः षट् भूयोगः आयोगः अत् गुणः भवति सारुदातु काचुदातुयोः सूत्रेण गुणः गुणं भूत्वा भव अत् भव एव अतो गुणे सूत्रेण भवत् भवति विवादौ उदाहरणं धातु अस्ति मृत् धातु अत्र विवादिभ्यो शञ् अस्ति अत्र अपि नास्ति स गुणकार्यं नास्ति केवलं नृत्या एव अत् अतो गुणे सूत्रेण नृत्यं भवति सुधातिगणे अपि समानमेव लिक् अत्र विवादिभ्यः च अत्र च एव प्राणवायोः अवशिष्यते लिप् योगः गुणनिषेधः अस्ति ततः लिक् योगः लिखायोगः अतो गुणे न लिखत् इति वदति चुरादिगणे प्रथमं निच् अणु निच् भवति चोरि भवति चोरि योगः श अत्र चो सर्वदातुक आददातुकयोः सूत्रेण इकार चोरि चोरे चोरय चोरया एव अतो गुणे इत्युक्तेन चोरयत् अनेन पुंलिङ्गे नपुंसके च शत्रुन्द्रपादिपदिकचिन्तनं सिद्ध्यति परिसमाप्यते च प्रातिपदिकम् अग्रे उच्यते तच्च रूपं नपुंसकलिङ्गस्य सुबन्तचिन्तन अवसरे एवमेव स्तुत्यते किमर्थमिति अग्रे वक्ष्यम् पुंलिङ्गनपुंसकलिङ्गे प्रातिपदिकं निष्पन्नं समानमे भवति परन्तु स्त्रीप्रातिपदिकमस्ति चेत् अन्य सूत्राणि कार्यं करोति अत्र वयम् अधुना अग्रे पठामः सत्यं तदेव तावदेव तत्र यदा वयं साधितवन्तः प्रथमगणसमूहस्य तत्र प्रातिपदिकं साधितं तत् यद् पूर्वस्मिन् पाठे नुम् आगमः दृष्टवन्तः तत्तु सुबन्त अवसरे सुबन्तप्रत्ययः योजयामः तत्र भवति इदानीं प्रातिपदिक अवसरे पुल्लिङ्गे नुम् आगमः इति चिन्तनं नास्ति परन्तु तत्तु स्त्रीलिङ्गे भवति यद् अग्रे आगच्छति समीचीनं धन्यवादः भगिनि धन्यवादः अधुना अवश्यं भवति धन्यवादः अस्तु विजया भगिनि अधुना नुमागमस्य आं भगिनि अधुना नुमागमस्य चिन्तनम् अपेक्षितं यद्यपि पुंसि नपुंसके च नुमागमस्य चिन्तनं सार्वधातुकप्रक्रियायाः बाहो नास्ति अपि तु सुबन्धप्रक्रियाः किन्तु शत्रन्तरूपस्य सम्यक् बोधनार्थम् अस्मिन्नपि चिन्तनम् अतीव व्यवहारिकं नुमागमचिन्तनं शत्रन्तप्रसङ्गे नुमागमस्य बोधनार्थं पञ्चसूत्राणि आवश्यकानि तेषु त्रीणि प्रयुज्यन्ते यत्र अङ्गम् अदन्तम् अस्ति अत्र इतः पर्यन्तम् अत्र नुमागमविषये न अगच्छत् परन्तु इदानीं सार्वधातुकप्रक्रियाभागः नास्ति परन्तु सुबन्तप्रक्रियायाम् एतत् शत्रन्तरूपस्य विषये तत्र नुमागमविषये किञ्चित् बोधनार्थम् अस्ति अत्र नुमागमचिन्तनं चिन्तने तत्र पञ्चसूत्राणि सन्ति आवश्यकानि परन्तु त्रीणि प्रयुज्यन्ते यत्र अङ्गम् अदन्तमस्ति इदानीं शत्रन्तनुम् आगमव्यवस्था शत्रन्ताणां कृते पञ्चनुं विधायकसूत्राणि सन्ति प्रथमसूत्रम् उगितचां सर्वनामस्थाने धातोः धातुभिन्न उगितः नुमागमः भवति सर्वनामस्थानसंज्ञकप्रत्यये परे अस्ति चेत् अनिवृत्तिसहितसूत्रम् अधातोः उगितचाम् अङ्गाणां नुं सर्वनामस्थाने द्वितीयसूत्रं नाभ्यस्तात् चतुः अभ्यस्तसंज्ञकात् शत्रुप्रत्ययान्तस्य नुम् आगमः न भवति अत्र च सूत्रक्रमेण बोध्यं यत् निमित्तम् अस्ति सर्वनामस्थाने इति अनुवृत्तिसहितसूत्रं न अभ्यस्तात् अङ्गात् चतुः नुम् तृतीयसूत्रमस्ति नपुंसकस्य जलचः नपुंसकलिङ्गे सर्वनामस्थाने परे जलतान्तङ्गस्य अजन्त अङ्गस्य च नुम् आगमः भवति अनुवृत्तिसहितसूत्रं नपुंसकस्य जलचः अङ्गस्य नुम् सर्वनामस्थाने इति चतुर्थसूत्रं वा नपुंसकस्य नपुंसकलिङ्गे सर्वनामस्थानसंज्ञकप्रत्यये परे अभ्यस्तसंज्ञकात् शत्रं तस्य विकल्पेन नुम् आगमः भवति. अनुवृत्तिसहितसूत्रम् अभ्यस्तात् शतुः नपुंसकस्य अङ्गस्य वा नुम् सर्वनामस्थाने. आचीनद्योर्नुम् अत्र पञ्चमसूत्रमस्ति. आवर्णात् अङ्गात् शत्रन्त अङ्गस्य विकल्पेन नुम् आगमः भवति क्षीप्रत्यये नदीप्रत्यये च परे. अनुवृत्तिसहितसूत्रम् आत् अङ्गात् शतुः वा नुम् क्षी नद्योः. अत्र नुम् नुम् बोधनार्थं नुमागमस्य बोधनार्थं पञ्चसूत्राणि आवश्यकानि. किम् अस्ति चेत् तत्र उगितचं सर्वनामस्थाने धातोः इति सर्वनाम स्थानसञ्जकप्रत्यये परे अस्ति चेत् तत्र नुमागमः भवति एव. धातुभिः इदानीं तत्र शी पुल्लिङ्गे अस्ति चेत् द्वितीयबहुवचनम् अनन्तरं प्रथमबहुवचनम् आगच्छति चेत् नपुंसकलिङ्गे नपुंसकलिङ्गे एतत् कार्यं भवति. सर्वनामस्थाने अनन्तरं नाभ्यस्तात् चतुः इति अभ्यस्तसंज्ञकात् शत्रुप्रत्ययं नुम् आगमः न भवति. अत्र सूत्रक्रमेण एतत् तत्र तावदेव भगिनि. अत्र नाभ्यस्तात् अनन्तरं नपुंसकस्य जलचः इति सर्वनामस्थाने जल् प्रत्याहार अङ्गस्य अजन्त अङ्गस्य नुम् आगमः भवति इति तत्र दत्तम्. अनन्तरं नपुंसकलिङ्गे एतदपि नपुंसकलिङ्गे एव अनन्तरं सर्वनामस्थाने परे जल् प्रत्याहार अस्ति चेत् अनन्तरं वा नपुंसकस्य इति तत्रापि नपुंसकलिङ्गे सर्वनामस्थाने तत्र अभ्यस्तसंज्ञकात् शत्रन्त नुम् आगमः भवति तत्र विकल्पेन एव भवति. तादृशमेव आचीनद्योर्नुम् इति सूत्रेण तत्रापि शत्रन्त अङ्गस्य आवर्णात् अङ्गात् शत्रन्त अङ्गस्य विकल्पेन एव तत्र नुम् आगमः भवति क्षीप्रत्यये परे अनन्तरं नदीप्रत्यये परे अस्ति चेत् तावदेव भगिनि. अग्रे तावदेव अत्र पञ्चसूत्राणि अतः यदा भवती उक्तवती तावदेव कार्यम्. अत्र सर्वनामस्थाने परे नुम् आगमः यदा वयं पूर्वस्मिन् पाठे दृष्टवन्तः एतानि सूत्राणि एव वयं तत्रापि दृष्टवन्तः. तदेव पुनः तदेव उगिदचां सर्वनामस्थाने अधातोः इत्यनेन नुम् आगमः भवति सु औजस् अम् औट् इति पुल्लिङ्गे. अनन्तरं नाभ्यस्ता चतुः इत्यनेन निषेधः निषेधसूत्रमस्ति. अभ्यस्तसंज्ञकः इत्युक्ते वयं जानीमः जुहोत्यादिगणः अनन्तरम् अस्माकम् अदादिगणे अपि जक्षित्यादयः षट् इति आसीत् किल तत्र तादृश तत्र नुम् आगमः न भवति. नपुंसकस्य जलजः नपुंसकलिङ्ग लिङ्गे सर्वनामस्थाने परे यदा भगिन्या उक्तं तत्र बहुवचने प्रथमा बहुवचने द्वितीया बहुवचने तत्र अजन्त अङ्गस्य नुम् आगमः भवति. वा नपुंसकस्य इत्यनेन विकल्पेन नुम् आगमः भवति कुत्र इत्युक्ते पुनः नपुंसकलिङ्गे सर्वनामस्थानसंज्ञके परे अभ्यस्तसंज्ञकात् अपि अत्र यद् निषेधं पुल्लिङ्गे उक्तम् अत्र विकल्पेन नपुंसकलिङ्गे भवति. आचिनद्योर्नुम् इत्यनेन तत्र विकल्पेन नुम् आगमः भवति क्षी प्रत्यये परे. अवर्णातङ्गात् शत्रन्तङ्गस्य विकल्पेन नुम् आगमः क्षी प्रत्यये नदीप्रत्यये परे. तावदेव अत्र शप्षणो नित्यमित्यस्य अनुवृत्तिसहितसूत्रमेव पठतु भगिनि. शप्षणोर्नित्यं प्रत्ययोः आवर्णात् अङ्गात् शत्रन्त अङ्गस्य नित्यं नुम् आगमः भवति क्षी प्रत्यये परे अनन्तरं नदीप्रत्यये परे अस्ति चेत् अत्र अनुवृत्तिसहितसूत्रं सप्श्यनोः आत् शतुः अङ्गस्य नित्यं नुम् शि नद्योः इति सत्यं च आचि नद्यो नुम् इति उत्सर्गसूत्रं शप्षणोर्नित्यम् इति विशेषसूत्रं सूत्रसङ्ख्या 71 अग्रे भगिनि शत्रान्त नुमागमचिन्तनम् अद शत्रान्तानां नुमागमचिन्तनं त्रिषु भागेषु विभज्यते अदन्त अङ्गम् अभ्यस्तसंज्ञक अनदन्त अङ्गम् अनभ्यस्तसंज्ञक अनदन्त अङ्गं त्रिषु भागेषु विभज्यते अनदन्त अङ्गम् अभ्यस्तसंज्ञक अनदन्त अङ्गम् अनभ्यस्तसंज्ञक अनदन्त अङ्गं प्रथमतया अदन्त अङ्गस्य चिन्तनं कुर्मः अदन्त अङ्गं कुत्र भवति द्वादौ द्विवादौ उद्दादौ चुरादौ च उपरि येषां धातुगणानां शत्रन्ताणां प्रातिपदिकरूपं प्रदर्शितं पूर्वमेव अदन्त अङ्गस्य शत्रन्तप्रातिपदिकस्य नुमागमचिन्तनं कदा कथं भविष्यति इति अत्र अधः दत्तं पठामि वा भगिनि अधुना क्रमेण पुल्लिङ्गे नपुंसकलिङ्गे स्त्रियां च पश्येम कुत्र कुत्र नुमागमः भवति इति पुल्लिङ्गे उगितचां सर्वनामस्थाने धातोः धातुभिन्न उगितः नु आगमः भवति सर्वनामस्थानसंज्ञक प्रत्यये परे अस्ति चेत् अनुवृत्तिसहितसूत्रम् अधातोः उगितचाम् अङ्गाणां नुं सर्वनामस्थाने पुल्लिङ्गे सर्वनामस्थानसंज्ञक सूपप्रत्ययाः पञ्च सन्ति ई सु इत्यस्मात् आरभ्य औट् इति यावत् सु औट् जस् अम् औट् इति शस् इति अत्र असवर्णनामस्थाने अस्ति अतः तत्र पञ्चमेव स्वीकुर्मः सुडनपुंसकस्य सुट् प्रत्याहारे सु आदीनां पञ्चाणां प्रत्ययानां सर्वनामस्थानसंज्ञा भवति परन्तु नपुंसकलिङ्गे न भवति इति तत्र सुट् नपुंसकस्य सुट् आ नपुंसकस्य इति सूत्रं तत्र दत्तम् अत्र पञ्चाणां प्रत्ययानां सर्वनामस्थानसंज्ञा भवति परन्तु नपुंसकलिङ्गे न भवति इति तत्र दत्तम् उगितचं सर्वनामस्थाने धातोः इत्यनेन अङ्गम् अदन्तम् अथवा अनदन्तम् अनयोः मध्ये एकं भवेत् इति तादृशं किमपि न उक्तम् अतः सर्वनामस्थाने परे उभयत्र अदन्ते अनदन्ते च नुमागमः भवति एव अनेन दशानाम् अपि धातुगणानां सर्वनामस्थाने परे नुम् आगमः भवति स्म किन्तु अग्रे नाभ्यस्ताच्छतुः इत्यनेन अभ्यस्तसंज्ञकानां नुमागमः निषेधः भवति अतः येषाम् अभ्यस्तसंज्ञा भवति तेषाम् अत्र नुमागमः न भवति एतत् पूर्वमेव वयं दृष्टवन्तः एतत् विषये तान् धातून् विहाय सर्वेषां नुमागमः भवति एव नवानां धातुगणानां पुल्लिङ्गस्य सर्वनामस्थाने नुम् आगमः भवति एव अस्य कथनेन अदन्तस्य अङ्गानि अङ्गनामपि ग्रहणम् अङ्गानामपि ग्रहणम् द्वादौ नवसु गणेषु प्रथमम् उगितचां सर्वनामस्थाने अधातोः इत्यनेन दशसु गणेषु नुमागमः भवति नाभ्यस्ताचतुः इत्यनेन तत्र जुहोत्यादिगणे अनन्तरम् अस्माकम् अदादिगणे केचन धातवः सन्ति किल तेषामेव निषेधः अवगतं किल सर्वनामस्थाने परे अभ्यस्तमागच्छति चेत् तत्र नुमागमः निषेधः एतत् सु औजस् अम् औट् इति पञ्चरूपाणि तत्र दत्तं द्विवादौ अपि नृत्यन् नृत्यन्तौ नृत्यन्तः नृत्यन्तं नृत्यन्तौ सुदादौ लिखन् लिखन्तौ लिखन्तः लिखन्तं लिखन्तौ चुरादौ चोरयन् चोरयन्तौ चोरयन्तः चोरयन्तं चोरयन्तौ इति तत्र दत्तम् सत्यं सर्वत्र नुम् इत्यस्य आगमः अस्ति तत्र अत् योजयामः अनन्तरं नुम् इति आगमः विगच्छोन्त्यात् परः इत्यनेन तत्र अन्त्यात् अचः परः आगच्छति कुत्र दृष्टवान् वयम् अग्रे अस्ति वा अत्र नास्ति किल गतपाठे एव वयं दृष्टवन्तः तत्र अत्र एव अस्ति क्षम्यता भूयोगः शप् योगः अत् भूयोगः अयोगः अत् भवयोगः अत् अतौ गुणे भवत् इति रूपम् आसीत् इदानीम् उगितचां सर्वनामस्थाने अधातोः इत्यनेन नु आगमः अतः भवन्त् योगः सु तत्र किं भवति भगिनि वदति वा भवन्त् योगः सु आम् भगिनि भवन्त् योगः सु तत्र सुलोपः कथं भवति सुलोपः अपृक्त न न सपृक्तम् इति सूत्रेण सकारस्य लोपः भवति अनन्तरं मिदो भवन्त् इति भवति भवन्तौ भगिनि किं भवति पदसंज्ञा तत्र अधः संयोगान्तस्य वदतु भगिनि सम्यक् एव उक्तवती पदसंज्ञा जाता इदानीम् अनन्तरं तत्र नुम आगमः भवति उगिदचां सर्वनामस्थाने धातोः इति अङ्गम् अदन्तमस्ति अतः तत्र नुम् आगमः भवति मिदोच्छान्त्यात् परः इति सूत्रेण अच् अच् पूर्वमाग अच्यात् अचः परः परे नकरः आगच्छति अनन्तरम् औ इति अस्ति सु औ तत्र इदानीं न पूर्णतया न उक्तवती भवन्त् योगः सु अस्तु नुम् आगमः कृत्वा भवन्त् योगः सु सु इत्यस्य हल्ञाभ्यो दीर्घाच्युतिस्य कृतं हल् इत्यनेन लोपः इदानीं भवन्त् इति अस्ति भवन्त् इति पदं सुप्तिङन्तं पदम् इत्यनेन पदसंज्ञा तत्र तकारलोपः केन सूत्रेण भवति तकारलोपः एतत् अपि हल्ग्याभ्यो हल्ग्याभ्यो दीर्घात् सुति सम्पृक्तम् इति भवन्त् वदतु महोदय संयोगान्तस्य लोपः इत्यनेन संयोगान्तस्य लोपः इत्यनेन लोपः भवन् अन्तिमवर्णस्य लोपः अन्तिमवर्णस्य लोपः भूत्वा भवन् इति भवति तदेव प्रक्रिया सम्यक् तावदेव अन्यत्र सर्वत्र किमपि विशेषकार्यं नास्ति भवन्त योगः औ भवन्तौ इत्येव तत्र एकवचने एव विशिष्टकार्यमस्ति अतः एव पृष्टवती समीचीनं अतः यदा भवती एव अत्र पश्यामः तत्र भवन् भवन्तौ भवन्तः भवन्तं भवन्तौ तत्र पञ्च प्रथमपञ्च एव नुमागमः अनन्तरं नुमागमः नास्ति एकवारं रूपाणि एव पठतु भगिनि भवन् भवन्तौ भवन्तः भवन्तं भवन्तौ भवन् भवन्तौ भवन्तः भवन्तं भवन्तौ दिवादिगणौ दिवादिगणे अन्ते अग्रे अस्ति पूर्णरूपाणि एतत् प्रतिहार सुबन्ध प्रतिहारेण तत्र भवन् भवन्तौ भवन्तः भवन्तं भवन्तौ भवतः भवत् एतदपि पठनीयं वा भगिनि केवलं रूपाणि पठतु भगिनि भवता भवद्भ्यां भवद्भिः भवता भवद्भ्यां भवद्भिः भवते भवद्भ्यां भवद्भ्यः भवतः भवद्भ्यां भवद्भ्यः भवतः भवतोः भवता तत्र भवताम् आगन्तव्यं भवताम् भवतां भवती भवतोः भवत्सु सत्यं सम्यक् तावदेव पुल्लिङ्गे तावदेव पञ्चप्रत्ययेषु नुम् आगमः अन्येषु न केवलं तत्र सन्धिकार्यं भवति धन्यवादः भगिनि महोदय भवान् एव पुनः नपुंसकलिङ्गे नपुंसकलिङ्गे नपुंसकलिङ्गे सुप्रत्ययः शून्यं षि षि शून्यं षि षि इति तथा अग्रे पुल्लिङ्गे यथा तथा अत्र नपुंसकाच्च इति सप्तमादशपदवादस्य नवदशततमं सूत्रमध्ये नवदशतम् नपुंसकात् अङ्गात् औप्रत्ययस्य स्थाने षि आदेशः भवति इति अस्ति, अतः तत्र सु औ तत्र षि आदेशः भवति औप्रत्ययस्य, तर्हि तत्र द्वौ अपि औ औट् द्वयोः अपि भवति षि इति जश्चसोः षि नपुंसकात् अङ्गात् जस् शस् इति बहुवचन प्रथम द्वितीय इत्यनयोः स्थाने षि आदेशः भवति. अग्रे षीसर्वनामस्थानम् इति षि इति आदेशसर्वनामसंज्ञा भवति, अन्यथा तु सर्वनामसंज्ञा नास्ति परन्तु तत्र सुड्न न अनप् सुडनपुस्तकस्य इति सूत्रे नपुस्तकस्य भिन्नस् सुट् इत्यस्य एव भवति, परन्तु इदानीं षीसर्वनामस्थानम् इत्यनेन तत्र षि इत्यस्य सर्वनामसंज्ञा भवति, अतः प्रथम द्वितीय बहुवचनस्य नपुस्तकस्य सर्वनामसंज्ञा भवति. अयं षि प्रत्ययः बहुवचनस्य प्रथमविभक्तौ द्वितीयविभक्तौ च भवति, षिसर्वनामस्थानमित्यनेन सर्वनामस्थानसंज्ञकः च. आहत्य सप्तसर्वनामस्थानसंज्ञकप्रत्ययाः सन्ति, पुल्लिङ्गे पञ्च, नपुंसकलिङ्गे द्वौ, षि प्रत्ययौ च. अग्रे नुमागमः. नपुंसकस्य जलजः नपुंसकलिङ्गे सर्वनामस्थाने परे जलन्त सर्वनामस्थाने परे जलन्ताङ्गस्य अजन्त्यङ्गस्य च नुमागमः भवति. अनुवृत्तसहितसूत्रमस्ति नपुंसकस्य जलचः अङ्गस्य नुम् सर्वनामस्थाने सर्वनामस्थाने इति अस्ति. शीति किं सूत्रं भवति भगिनि तत्र? शीति सर्वनामस्थानम् षी सर्वनामस्थानं जशसोः जशसोः षि षिः षीति षिः षिः षिः तत्र जशसोः षि षीसर्वनामस्थानम् इत्यनेन तत्र केवलं तत्र षी प्रत्ययस्य एव खलु तत्र प्रथमबहुवचने द्वितीयबहुवचने आं केवलं तत् आं ह्रस्वमेव अस्ति किल आम् नपुंसकस्य जलचः इत्यनेन नुमागमः भवति सर्वनामस्थाने परे नपुंसकलिङ्गे सर्वनामस्थाने परे जलन्ताङ्गजन्ताङ्गस्य नुमागमः भवति सर्वनामस्थाने परे सर्वनामस्थाने परे अस्तु अस्तु. किं महोदय प्रश्नः कः? न मम भ्रमः अभवत् अत्र बहुवचने एव भवति षीसर्ण एकनिमिष षीति अस्तु अस्तु नपुंसक जलच इति सर्वनामस्थानम् अस्तु अस्तु नमागम भ्रमः भवति शीत्यस्य अपि नमागमः भवति वा इति मम प्रश्नः आसीत् शीत्यस्य अपि शीत्यस्य सर्वनामस्थाने परे जलन्ताङ्गस्य अजन्ताङ्गस्य तदेव वयं भिन्न अत्र भिन्नसूत्रेण आशीनद्यर्नुम् अस्तु तत्तु भिन्न किल तद् वयं गतपाठे दृष्टवन्तः यदा स्मरति चेत् फलानि इति रूपं नपुंसकस्य जलजः इत्यनेन एव भवति अतः अतः यथा पुल्लिङ्गे सर्वनामस्थानसंज्ञकप्रत्ययानां कार्यम् अत्रापि तथैव नपुंसकजलजः इत्यनेन अङ्गम् अदन्तं वा अनदन्तं वा उभयत्र अदन्तस्य अनदन्तस्य च सर्वनामस्थाने परे नुमागमः भवति पुल्लिङ्गस्य इव नपुंसकलिङ्गस्य अपि स्थितिः समाना सर्वनामस्थाने परिणमागमः. द्विवचने श्रीप्रत्ययस्य प्रत्ययः सर्वनामसंज्ञकः नास्ति अत्र दत्तमध्ये, अतः नपुंसकजलक इति सूत्रेण नुमागमः न भवति, किन्तु सूत्रद्वयेन श्रीप्रत्यये परिणमागमस्य विधानम् इति अस्ति. यत्र भुवादौ दिवादौ चुरादौ शप्शनोर्नित्यं शप् शन्तत्योः अवर्णात् अङ्गात् शप्रन्ताङ्गस्य नित्यं नुमागमः भवति, शीप्रत्यये नदीप्रत्यये च पदे अर्धसूत्रमस्ति शक्षणोः आत् शतुः अङ्गस्य नित्यं नुं नुं शी नद्योः इदानीं अस्तु शप् शप् शन् इति अङ्गस्य अवर्णात् इदानीम् आत् अङ्गस्य शप्शनयोः आत् शतुः अङ्गस्य नित्यं नुम् नुमाग भवति कुत्र भवति शीतत्वे परे अपि नदीसंयुगस्य नदीसंयुगस्य श्रीपत्ये परे भवति इति सूत्रे शप् इत्यस्य कतरेण भुवादिगणस्य धातवः चुरादिगणस्य धातवः च शन् इत्यनेन दिवादिगणस्य धातवः अतः भुवादौ दिवादौ चुरादौ च नपुंसकलिङ्गस्य शीप्रत्यये पदे नुमागमः भवति आहत्य रूपाणि एतादृशानि भुवादिगणे पचत् अत्र किमपि नास्ति तत्र पचत् इत्यत्र उगितचरणावस्थाने इत्यनेन सरणावस्थानं नास्ति इति कृत्वा न भवति यद्यपि उगित् अस्ति पचत् इति नपुंसकलिङ्गे अस्ति इति सरणावस्था नास्ति नास्ति पचन्ति इति अस्ति पचन्ति पचत् तत्र औ इत्यस्य किं जस् क्षम्यतां किमस्ति अत्र नपुंसकाच्च इत्यनेन तत्र षि आदेशः भवति कुत्र षि आदेशः भवति कुत्र अस्ति अस्तु षि आदेशः भवति अनन्तरं तत्र आशि अस्तु अत्र शप्श आशिनद्यम् इत्यनेन तत्र विकल्पेन भवति तदा तत्र अनेन सूत्रेण शप्शनो नित्यमित्यनेन नित्यं निमागमः भवति नित्यं भवति इति अस्ति पचन्ति इति अग्रे नुमागमः भवति अग्रे पचन्ति अस्ति अत्र पचत् योग पचत् योग अन्ति खलु पचन् पचत् योग अन्ति अस्ति पचन्ति योगोषि इत्यनेन पचत् योग जस् अस्ति खलु पचत् योग पचन्ति मम क्रियापदस्य एव अभवत् पचत् योग षि इति जस् इति अस्ति जसनोषि इत्यनेन तत्र षि आदेशः इदानीं तत्र नुमागमः भवति केन सूत्रेण भवति इति अत्र इदानीं तत्र नपुंसकस्य जलचः जलचः इत्यनेन सरणावस्थाने नुमागमः भवति जलि नपुंसक जलन्त अङ्गं वा अजन्त अङ्गं वा अत्र अत्र पचत् इति अत्र तदेव तत्र यदा स्मरति चेत् वयं दृष्टवन्तः किल तत् परिभाषा अति अतिदेशसूत्रम् अन्तादिवच्च अन्तादिवच्च इत्यनेन तत्र तत्र इदानीं किं भवति पच पच योगः अत् पचयोगात् तत्र पच इत्यत्र अजन्ताङ्गं वा जलन्तमङ्गं वा अजन्तमङ्गम् अस्ति खलु अजन्तमङ्गस्य नुमागमः अजन्तमङ्गस्य नुमागमः भवति अतः पचन्त् पचन्त् अत्र पचन्ति इति भवति पचन्ति पचन्ति योग इ पचन्ति इति तदेव नृत्यत् अन्ततापि नृत्यत् नृत्यन्ति नृत्यन्ति चोरयत् किं किं भगिनि षी इति अस्ति अत्र शक लशकतटिते इति सूत्रेण शकारस्य लोपः भूत्वा ईकारः एव तिष्ठति अतः तत्र पचन्त् योगः ईकारः पचन्ति इति भवति खलु भगिनि द्विवचने आं सत्यं द्विवचने ईकारः बहुवचने इकारः ह्रस्वम् आं सत्यम् आं तदेव सूत्रं भिन्नं तत्र द्विवचने शप्शनो नित्यं बहुवचने नपुंसकस्य जलजः अनेन नुम्मागमः आं महोदय दिवादिगणे किं भवति दिवादिगणे अपि तथैव शप्शनो नित्यम् इत्यनेन नृत्यं नृत्यन्ति नृत्य शप्शनो नित्यम् अपि च तत्र नपुंसकजलज इत्यनेन तत्र नुमागमः नित्यन्ति नृत्यन्ति तथैव चोरयत् चोरयन्ति चोरयन्ति अन्येनि रूपाणि समानानि यथा तत्र नुमागमस्य चिन्तनं किमपि नास्ति. यदा वयं पुल्लिङ्गे दृष्टवन्तः समानरीत्या एव भवति. अत्र प्रथमा विभक्तौ इति पठतु महोदय. पचत् मित्रं पश्य पचति मित्रे पचन्ति मित्रे पचन्ति मित्रे पश्य पचन्ति मित्रे पश्य अस्तु पचन्ति मित्राणि पश्य पचन्ति मित्राणि पचत् मित्रं पचत् अस्तु पचत् मित्रम् अस्तु पचत् मित्रं पचत् मित्रम् एकवचनम् अस्ति खलु पचत् मित्रं मित्रं पचत् अस्ति इति तदेव पचत् मित्रं अस्तु पचत् मित्रं पचन्ति मित्रे पचन्ति मित्राणि इति द्वितीयविभक्तौ भवति इति अस्ति. अतः गच्छत् यानम् अतः गच्छति याने गच्छन्ति यानानि इति भवति. ततः अत्र अतः गच्छत् गच्छन्ति गच्छति प्रथमावि ततः अतः ततः अग्रे नमागम प्रथमाय भक्तौ द्वितीयभक्तौ च तत्र भवति. ततः अग्रे नमाग न कुत्रापि केवलं सन्धिकार्यं गच्छता गच्छद्भ्यां गच्छद्भिः इत्यादिकं तृतीयाय भक्तिः इत्यस्मात् सप्तमीभक्तिपर्यन्तं पुल्लिङ्गशब्दवत् जानीमः समानं. तद् यदा वयं गतपाठे दृष्टवन्तः तदेव अस्ति अत्र प्रायः किं नूतनं भवेत् इत्युक्ते स्त्रीलिङ्गे तदपि वयं दृष्टवन्तः एव. किमर्थं पुनः लिखितम् इति अहं न जानामि. तत् अदन्तम् अनदन्तम् इति प्रायः भेदः इत्येव दर्शितः महोदयेन इति मम चिन्तनम्. अथवा सूत्राणि तु परिचितमेव यत् गतपाठे दृष्टवन्तः तदेव प्रायः अग्रिमसप्ताहे वयं समापयामः. अनन्तरम् आर्धधातुकप्रक्रिया तत्र नूतनसूत्राणि आगच्छन्ति. अस्तु अस्माकं पुरातनसमयम् एव अग्रिमसप्ताह. धन्यवादः सर्वेषां मम कृते आगतवन्तः. अष्टवादने इण्डिया टैम् अग्रिमसप्ताहात् पुनः धन्यवादः. धन्यवादः.